नाम सर्वेभ्यः, अस्माकं विषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः इति विषयः अनुवर्तते प्रायः अद्य अन्तिमदिनं. तत्र अष्टाध्यायाः समग्रदृष्टिः इत्यस्मिन् पाठे वयम् इदानीम् अष्टाध्यायाः अवलोकनं कुर्वन्तः स्मः. तत्र एतावता किम् अधीतम् इति चेत्, तत्र अष्टाध्यायी इति ग्रन्थे अष्टाध्यायाः सन्ति इति जानीमः. प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति इति अपि जानीमः. एतावता प्रथमाध्याये अपि च द्वितीय अध्याये संज्ञासूत्राणि परिभाषासूत्राणि, प्रथमाध्याये संज्ञासूत्राणि परिभाषासूत्राणि सन्ति. द्वितीय प्रथमाध्याये प्रथमाध्यायस्य अन्तिमभागे, अनन्तरं द्वितीय अध्याये तत्र समाससम्बद्धसूत्राणि, कारकसम्बद्धसूत्राणि सन्ति, अपि च विभक्तिसम्बद्धसूत्राणि अपि तत्रैव सन्ति. तदनन्तरं तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्ययाध्यायः इति वदामः. प्रत्ययाध्यायः यतोहि तत्रैव प्रत्ययाः विधीयन्ते, सप्तविधप्रत्ययाः विधीयन्ते. तृतीयाध्याये धातुतः प्रत्ययः विधीयन्ते. तत्र धातुतः प्रत्ययाः के प्रत्ययाः इति चेत्, धातुतः कृत् प्रत्ययः भवितुमर्हति, धातुतः तिङ् प्रत्ययः भवितुमर्हति, अथवा सनादिप्रत्ययः, नो चेत् धातुतः विकरणप्रत्ययः. तिङ् प्रत्ययः परः अस्ति तदानीं धातुतः विकरणप्रत्ययः अपि भवितुमर्हति. इत्युक्ते तृतीयाध्याये तत्र कृत् प्रत्ययः, विकरणप्रत्ययः, तिङ् प्रत्ययः, सनादिप्रत्ययः. तदनन्तरं चतुर्थाध्याये, पञ्चमाध्याये तत्र प्रातिपदिकात् प्रत्ययः विधीयन्ते. प्रातिपदिकात् सुप् प्रत्ययः अथवा स्री प्रत्ययः अथवा तद्धितप्रत्ययः विधीयन्ते. इदानीं षष्टाध्याये, सप्तमाध्याये, अष्टमाध्याये किमस्ति इति चेत्, सारांशरूपेण पश्यामः चेत् तत्र सन्धिकार्याणि भवन्ति. तत्र स्वरसन्धिकार्याणि, हल्सन्धिकार्याणि, पदनिर्माणसमये पदस्य मध्ये कानिचन कार्याणि भवन्ति सन्धिकार्याणि, तानि कार्याणि. तदनन्तरम् अङ्गकार्याणि, प्रत्ययम् आश्रित्य अङ्गे किमपि कार्यमस्ति चेत् तादृशकार्याणि, अपि च समाससम्बद्धकार्याणि. इतोपि पश्यामः चेत् तत्र तत्रैव अष्टमाध्याये नत्वसम्बद्धसूत्राणि सन्ति, अपि च पूर्वतासिद्धम् इति अधिकारः अपि अस्ति. इदानीं तस्मिन् विषये किञ्चित् पश्यामः. अत्र अस्माकं पुस्तके, अष्टाध्यायी इति पुस्तके, षष्टाध्याये प्रथमः पादः, षष्टाध्याये प्रथमः पादः पृष्ठसङ्ख्या अस्ति शतं, शततमे पृष्ठे, 100 पेज् 100. तत्र अन्ते षष्टाध्याये प्रथमपादः तत्र किमस्ति, द्वित्वप्रकरणम् इति अस्ति. पश्यन्ति वा विजयलक्ष्मी भगिनी, पश्यति वा? आं भगिनी, पश्यामि. उमा भगिनी वदतु. विजयलक्ष्मी भगिनी वदतु, तत्र प्रथमं सूत्रं किं? तत्र एकाचो द्वे प्रथमस्य इति तदस्माभिः पठितं खलु? आम् आम्, द्वादश सूत्राणि सन्ति, पठितवन्तः. द्वितीयं सूत्रं किं? तत्र अजादेर्द्वितीयस्य नान्द्राः संयोगादयः पूर्वोऽभ्यासः उभे अभ्यस्तं जक्षिप्यादयः षट् तुजादीनां दीर्घोऽभ्यासस्य लिटि धातोरनभ्यासस्य संज्ञोः श्लौ चङि दाश्वान् साह्लान् मीढ्वांश्च. सत्यम् इति तत्र द्वादशसूत्राणि सन्ति, द्वित्वसम्बद्धसूत्राणि. यत्र धातोः द्वित्वं भवति, द्वादश सर्वाणि सूत्राणि अत्र एव सन्ति, द्वित्वसम्बद्धसूत्राणि यत्र धातोः द्वित्वं भवति. अतः एव द्वित्वप्रकरणम् इति उक्तमस्ति. तस्य अनन्तरं पश्यामः चेत् सम्प्रसारणप्रकरणम् इति अस्ति. तत्र सम्प्रसारणम् इत्युक्ते तत्र इक्वर्णस्य स्थाने यदा यण आदेशः भवति तत्र सन्धिकार्यम् इति वदामः, इको यणचि इति वदामः. तस्य विपरीतं कार्यमस्ति अत्र सम्प्रसारणकार्यम् इत्युक्ते अत्र अङ्गकार्यम् अङ्गकार्यमेव अस्ति. तत्र प्रत्ययम् आश्रित्य कार्यमस्ति, यण् स्थाने एकादेशः भवति. यत्र यदा यण् स्थाने एकादेशः भवति तदानीं सम्प्रसारणम् इति वदामः. तादृशकार्यं प्रत्ययमाश्रित्य भवति. अत्र तादृशसम्बद्धसूत्राणि अत्र सन्ति. सम्प्रसारणसम्बद्धसूत्राणि सर्वाणि सूत्राणि सम्प्रसारणप्रकरणे सन्ति. कुत्र कुत्र सम्प्रसारणं भवितुमर्हति, सुबन्तप्रक्रियायां अथवा तिङन्तप्रक्रियायां कुत्र सम्प्रसारणं भवितुमर्हति इति अत्र सर्वाणि सूत्राणि अत्र एव सन्ति. तदनन्तरं पश्यामः चेत् अत्वप्रकरणम् इति अस्ति. अत्वप्रकरणम् आदेश उपदेशे शिति इति सूत्रं प्रसिद्धमस्ति. अस्माभिः अपि पूर्वम् एकवारं चर्चितम् आसीत्. उपदेशावस्थायाम् एजन्तधातोः अत्वं भवति इति. इदानीं ग्लै इति धातुः अस्ति चेत् तत्र ग्ला इति भवति. कदा भवति इति चेत् आर्धधातुकप्रत्ययः परः अस्ति चेत् एव भवति. आर्धधातुकप्रत्ययः परः अस्ति चेत् तदानीम् एजन्तधातोः अत्वं भवति इति सूत्रमस्ति. एवमेव अन्यानि सूत्राणि सन्ति यत्र अत्वं भवति, कुत्र कुत्र अत्वं भवति, निष्प्रत्यये परे कुत्रचित् अत्वं भवति इति. तादृश अत्वसम्बद्धसूत्राणि अग्रे सन्ति. ततः अग्रे पश्यामः चेत् तत्र संहिताधिकारः इति अस्ति. पृष्ठसङ्ख्या 102 द्वादिक एकशततमे पृष्ठे संहितायाम् इति अस्ति. संहितायाम् इति अत्र पश्यामः चेत् तत्र अष्टाध्याय्यां सन्धिः इति नास्ति. कुत्रापि सन्धिः इति नामकरणं नास्ति. संहिता इति एव उच्यते पाणिनिना. तदनन्तरं तत्र लोके तत्र सन्धिः इति अपि श्रूयते. लोके सन्धिः इति श्रूयते, परन्तु पाणिनीयग्रन्थे तादृशशब्दः नास्ति. संहिता इति एव उच्यते. संहिता इत्युक्ते नैकट्यम् अथवा सामीप्यं, यत्र वर्णानां सामीप्यम् अस्ति. तर्हि सन्धिकार्याणि अत्र सन्ति. संहिता इत्यस्य अधिकारे सन्धिकार्याणि सन्ति. तत्र अच् सन्धिप्रकरणम् इति, अच् सन्धिसम्बद्धसूत्राणि, इको यणचि इति अस्ति. 76 इति सूत्रं पश्यन्ति चेत् इको यणचि. तदनन्तरम् इचोय वायावः, इको यणचि इति यण् सन्धिविधायकं सूत्रम्. एचोय वायावः यान्तावान्तादेशसन्धिसूत्रं. ततः अग्रिमपृष्ठे पश्यन्ति चेत् गुणसन्धिः इत्यपि अस्ति. आद्गुणः इति अस्ति. 80 सूत्रमस्ति आद्गुणः. वृद्धिरेचि इति तदनन्तरम्. एवमेव तत्र अन्यानि सूत्राणि अपि सन्धिसम्बद्धसूत्राणि सन्ति. अकः सवर्णे दीर्घः, अमे पूर्वः इत्यादीनि सूत्राणि सन्ति अत्र. इत्युक्ते तत्र षष्टाध्याये प्रथमपादे अच्सन्धिसम्बद्धसूत्राणि सन्ति इति वयं जानीमः. तदनन्तरं प्रकृतिभावः इति अस्ति. प्रकृतिभावसम्बद्धसर्वाणि सूत्राणि अत्र एव सन्ति. तत्र प्रमुखमस्ति प्लुतप्रगृह्य अचिनित्यम् इति सूत्रं प्रमुखमस्ति. इकोसवर्णे शाकल्यस्य ह्रस्वश्च इति. एवमेव अन्यानि सूत्राणि अपि सन्ति अत्र. तदनन्तरं तत्र इतोपि कार्याणि सन्ति. तत्र सुडागमः भवति इति सर्वम् अग्रे उच्यते. ततः अग्रे गच्छामः चेत् अत्र द्वितीय षष्टाध्यायस्य द्वितीयपादे तत्र समाससम्बद्धस्वरसम्बद्धसूत्राणि सन्ति. समासे कुत्र स्वरस्य परिवर्तनं भवति इति तादृशसम्बद्धसूत्राणि सन्ति. ततः अग्रे पश्यामः चेत् पृष्ठसङ्ख्या वदामि. तत्र 110 इति पृष्ठसङ्ख्या पश्यन्ति चेत् तत्र षष्टाध्याये तृतीयपादे तत्र उत्तरपदाधिकारः इति अस्ति. समासस्य प्रसङ्गे उत्तरपदाधिकारः इति अस्ति. उत्तरपदे परे पूर्वपदस्य किमपि परिवर्तनं भवति, नो चेत् अलुक् भवति. विभक्तेः अलुक् भवति इत्युक्ते विभक्तेः लुक् यत्र न भवति. तादृशसम्बद्धसूत्राणि अग्रे सन्ति. तत्र प्रथमं सूत्रमस्ति अलुग् उत्तरपदे इति अस्ति. ततः आरभ्य सर्वाणि सूत्राणि सन्ति. तत्र उत्तरपदे परे पूर्वपदे किं भवितुम् अर्हति, कीदृशकार्याणि भवितुम् अर्हति. कुत्रचित् अलुक् भवति, विभक्तेः अलुक् भवति. कुत्रचित् अनाङ् आदेशः भवति. कुत्रचित् पुंवद्भावः, कुत्रचित् आत्वं, कुत्रचित् ह्रस्वत्वम् इति भिन्नभिन्नकार्याणि सन्ति. कुत्रचित् आगमः इत्यादीनि कार्याणि सन्ति. तत्तु समासस्य प्रसङ्गे अस्ति. ततः अग्रे पश्यामः चेत् तदनन्तरं षष्टाध्यायस्य चतुर्थपादे तत्र पृष्ठसङ्ख्या अस्ति 114 114 इति पृष्ठसङ्ख्या, तत्र षष्ठाध्यायस्य चतुर्थपादे प्रथमं सूत्रं किं गीताञ्जलिभगिनी वदतु? अङ्गस्य. हा, अङ्गस्य इति अधिकारः अस्ति. अङ्गस्य अङ्गकार्य अधिकार इति, अङ्गस्य इति अधिकारः अस्ति. इत्युक्ते अत्र षष्ठाध्यायस्य प्रथमपादात् आरभ्य षष्ठाध्यायस्य क्षम्यतां षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् आसप्तमाध्याये, षष्ठाध्यायस्य चतुर्थपादात् आसप्तमाध्याये अङ्गकार्याणि सन्ति. किमर्थं तादृशस्मरणं किमर्थम् आवश्यकं तत्र षष्ठाध्यायस्य चतुर्थपादात् आरभ्य आसप्तमाध्याये आसप्तमाध्याये तत्र अङ्गस्य इत्यस्य अधिकारः अस्ति इति किमर्थं स्मर्तव्यम् इति चेत्, कुत्रचित् यत्र सूत्रयोः मध्ये सङ्घर्षः भवति अथवा एकस्मिन्नेव स्थले सूत्रद्वयं प्रसक्तं भवति, तदानीं प्रश्नः उदेति खलु, किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रश्नः उदेति. तस्मिन् सन्दर्भे बलाबलचिन्तनं भवति. बलाबलचिन्तनावसरे अङ्गकार्य यत् सूत्रम् अङ्गकार्याधिकारे अस्ति तस्य बलवत् तत् सूत्रं बलवत् भवति. अतः एतादृशस्मरणं मनसि अस्ति चेत् लाभदायकम् अस्ति. अत्र अङ्गस्य इत्यनेन तत्र किम् अङ्गस्य इत्यनेन किम् अवगच्छामः गीताञ्जलिभगिनी? अङ्गम् इत्युक्ते प्रत्ययस्य पूर्वं भागम् अङ्ग पूर्वभाग अङ्ग इत्युक्ते इत्युक्ते तत् विषये किमपि किं करणीयं कीदृश अङ्गम् अस्ति इति सर्वं दत्तं तत्र. हा, सत्यं समीचीनम्. इत्युक्ते तत्र प्रत्ययः परः अस्ति इति बुध्यते खलु, अङ्गम् इत्यनेन प्रत्ययः परः अस्ति इति बुध्यते. तर्हि प्रत्ययम् आश्रित्य कार्याणि भवन्ति अङ्गे. अङ्गकार्यम् इत्युक्ते तत्र प्रत्ययः परः अस्ति इति अवगच्छामः. तादृशप्रत्ययं निमित्तीकृत्य किमपि कार्यं यत्र भवति तद् अङ्गकार्यम् इति वदामः. तर्हि अत्र सर्वत्र पश्यामः चेत् अङ्गकार्यम् इत्यनेन प्रत्ययः परः अस्ति इति वयम् अवगच्छामः. अतः पदस्य कार्यं नास्ति, पदान्ते किमपि कार्यं नास्ति अथवा पदस्य मध्ये किमपि कार्यं नास्ति. इत्युक्ते तत्र अत्र पदनिर्माणावसरे यत्र प्रत्ययः परः अस्ति तादृशसन्दर्भे अङ्गे किमपि कार्यं तद् अङ्गकार्यम्. अत्र भिन्नभिन्नकार्याणि सन्ति. अत्र अङ्गस्य दीर्घत्वम् अथवा अङ्गान्ते न लोपः इत्यादि बहूनि कार्याणि सन्ति अत्र अङ्गसम्बद्धकार्याणि. भगिनि, एकः प्रश्नः, इदानीं तु भवती उक्तवती षष्ठम अध्याये चतुर्थपादे तः षष्ठाध्याये चतुर्थ पादे आरभ्य सप्तम अध्याये अन्ते पर्यन्तं एतस्य अधिकारः भवति इत्युक्ते सर्वेषु सूत्रेषु अस्य अनुवृत्ति भवति किम्? हा, अङ्गस्य अधिकारे अस्ति चेत् सर्वत्र अङ्गस्य इत्यस्य अनुवृत्तिः अस्ति. सूत्रेषु अनुवृत्ति भवति, सर्वेषु सूत्रेषु अनुवृत्तिः भवति वा इति चेत् अत्र यत्र यत्र अधिकारसूत्रम् अस्ति तत्र सर्वत्र अनुवृत्तिः अस्ति वा इति तत्र चिन्तनीयं भवति. कुत्रचित् अनुवृत्तिः नास्ति चेदपि तथापि भवितुम् अर्हति. न केवलम् अत्र अन्यत्रापि वयं पश्यामः, यत्र अधिकारसूत्रम् अस्ति तत्र सर्वत्र तस्य अनुवृत्तिः आवश्यकता अस्ति वा इति अपि चिन्तनीयं भवति. कुत्रचित् तस्य आवश्यकता नास्ति इति अपि भवति. अस्तु, तर्हि अग्रे तत्र इदानीम् अङ्गाधिकारे अस्ति, अङ्गकार्याणि बहूनि सन्ति अत्र. ततः अग्रे गच्छामः चेत् तत्र सप्तमाध्याये प्रथमपादे तत्र 119 इति पृष्ठसङ्ख्या अस्ति. तत्र उमा भगिनी वदतु तत्र प्रथमं सूत्रं किम्? प्रथमं सूत्रं युवोरनाकौ प्रत्यय आदेशः सो युवोरनाकौ. हा, इदानीं तत्र सप्तमाध्याये प्रथमपादे प्रत्यय आदेशाः सन्ति इत्युक्ते प्रत्ययः विधीयते तस्य स्थाने किमपि परिवर्तनं भवति. यथात्र युवोर् अनाकौ इति सूत्रे इति सूत्रेण तत्र यत्र यु इति अस्ति अथवा वु इति अस्ति तत्र अन अक इति आदेशः भवति. यत्र ल्युट् इति प्रत्ययः अस्ति ल्युट् इति प्रत्यये तत्र इत्संज्ञकवर्णयोः लोपानन्तरं यु इति अवश्यते. तर्हि तत्र यु इत्यस्य स्थाने अन इति आदेशः भवति. लिक् योगः ल्युट् इति अस्ति चेत् रूपं किं भवति उमा भगिनि? ल्युडन्तरूपं पट् योगः अन पठनं पठनं सत्यं पठनम् इति रूपमस्ति लेखनम् इति रूपमस्ति. तत्र सर्वत्र युडन्तप्रत्ययः यु इत्यस्य स्थाने अन इति आदेशः भवति. एवमेव नूल् इति प्रत्ययः अस्ति नूल् प्रत्ययस्य स्थाने अक इति आदेशः भवति. यतोहि नूल् प्रत्यये इत्संज्ञक भगिनी कृपया म्यूट् करोतु भगिनि. तत्र नूल् इति प्रत्यये वु इति अवशिष्यते वु इति स्थाने अक इति आदेशः भवति. अतः एव पट्योगः अक पाठकः लिक्योगः अक लेखकः गायकः इत्यादीनि रूपाणि अत्र भवन्ति. इत्युक्ते मूलप्रत्ययस्य स्थाने किमपि परिवर्तनम् अत्र प्रत्यादेशः भवन्ति. अत्र कृत् प्रत्ययस्य आदेशः अस्ति अत्र युवोरनाकौ इति. एवमेव तत्र तिङ् प्रत्ययस्य अपि केचन आदेशाः अत्र सन्ति यथा झोन्तः इति सूत्रमस्ति. यत्र तिप्तश्झि झी इति प्रत्ययः अस्ति प्रथम प्रथमपुरुषे बहुवचने झी इति प्रत्ययः तस्य स्थाने अन्त् इति आदेशः भवति झोन्तः इति सूत्रेण. अतः एव पट् पटयोगः अन्ति पठन्ति अन्ति इति आदेशः अन्त् इति आदेशः झोन्तः इति सूत्रेण भवति. एवमेव अन्यानि सूत्राणि अत्र अत्र सुबन्तप्रसङ्गे अपि अन्यानि सूत्राणि सन्ति बहूनि सूत्राणि अत्र सन्ति. तानसि न साम् इनात्स्याः इति सूत्रं द्वादशसूत्रम् अस्ति. नेर्यः रामाय इत्यत्र य इति आदेशः नेर्यः. तदनन्तरम् अन्यानि सूत्राणि सर्वनाम्नः स्मै नसिन्योः स्मात्स्मिनो स्मिनौ इत्यादीनि बहूनि सूत्राणि सुबन्तप्रक्रियायामपि अत्र एव सन्ति प्रत्यादेशाः सन्ति. तदनन्तरम् अग्रे गच्छामः चेत् एवमेव अन्यानि कार्याणि सन्ति. नुमागमः अग्रिमपृष्ठे नुमागमः इति कार्याणि अस्माकं परिचितं सूत्रमस्ति. तत्र प्रथमं तत्र 58 इति सूत्रमस्ति. मीना भगिनी वदतु किमस्ति सूत्रम्? इदितो नुम् धातोः इति अस्माकं परिचितं सूत्रमस्ति. यत्र नुमागमः धातुः इदित् अस्ति चेत् नुमागमः भवति. इदित् इत्युक्ते यत्र धातौ ह्रस्व इकारस्य संज्ञा सत्यं सत्यं वदी बिकम्स् वन्. एवमेव अन्यानि सूत्राणि सन्ति यत्र नुमागमः भवति. तत्रैव पश्यन्ति चेत् तत्र उगितचां सर्वनामस्थाने धातोः इति सूत्रमस्ति. सप्ततितमं सूत्रमस्ति उगितचां सर्वनामस्थाने धातोः इति. तत्तेन सूत्रेण शत्रुप्रत्ययः यत्र अस्ति तत्र नुमागमः भवति. तत्र गच्छन् गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ इति तत्र पञ्चप्रत्ययेषु नुमागमः उगितचां सर्वनामस्थाने धातोः इति सूत्रेण भवति. एवमेव अन्यानि सूत्राणि सन्ति अत्र यत्र नुमागमः भवति. तदनन्तरं पश्यामः चेत् सप्तमाध्याये द्वितीयपादे पश्यामः चेत् तत्र इडागमप्रकरणम् इति अस्ति. इडागमप्रकरणं तत्र पश्यति चेत् तत्र प्रथमं सूत्रं किम् अस्ति तत्र भगिनि? नेड् वशीकृति इति अस्माभिः पठितं खलु. नेड् वशीकृति इति. तत्र एकं मुख्यं सूत्रमस्ति अर्धधातुकसेड् वलादेः इति सूत्रेण इडागमः विद्यते अर्धधातुकप्रत्ययस्य. तदनन्तरं नेड् वशीकृति इति सूत्रेण प्रत्ययः कृत् प्रत्ययः अस्ति चेत् तत्र कृत्प्रत्ययस्य कृत्प्रत्ययः वशादिः अस्ति चेत् इडागमः न भवति इति नेड् वशीकृति इति निषेधकसूत्रमस्ति. एवमेव अन्यानि निषेधकसूत्राणि अत्र सन्ति, बहूनि सूत्राणि अत्र एव सन्ति. एकाचुपदेशेन उदात्तात् इति सूत्रं वयं पठितवन्तः खलु, एकाचुपदेशो नुदात्तात् इति सूत्रम्. अनेन यत्र धातुः एकाच् अस्ति, अपि च अवशिष्टः यः स्वरः अस्ति सः अनुदात्तः अस्ति चेत् तत्र धातुः अनेट् इति वयं जानीमः. एवमेव अत्र इट् सम्बन्ध इडागमसम्बन्ध बहूनि सूत्राणि सन्ति अत्र. एवमेव अग्रे पश्यामः चेत् अग्रिमपृष्ठे वेट् धातूनां कृते वेट् धातवः इत्युक्ते कुत्र धातुः वेट् भवति इति अपि सूत्राणि सन्ति. वेट् धातूनां कृते सूत्राणि सन्ति. ततः अग्रे गच्छामः चेत् तदनन्तरं तत्र 1, 2, 3 इति पृष्ठे अन्ततो गत्वा तत्र मृजेर् वृद्धिः अचोयणिति अचोयणिति इति सूत्रम् अस्माभिः किञ्चित् ज्ञातमासीत् तत्र निजन्तप्रसङ्गे अङ्गस्य अन्तिमवर्णस्य वृद्धिः भवति इति ज्ञातम्. एवमेव तत्र अन्यानि वृद्धिसम्बन्धसूत्राणि मृजेर्वृद्धिः अचोयणिति अत उपदायाः इत्यादीनि सूत्राणि सन्ति. तदनन्तरं सप्तमाध्याये तृतीयपादे पश्यामः चेत् इतोपि तत्र अङ्गकार्याणि एव सन्ति, अङ्गकार्याणि इतोपि अङ्गकार्याणि सन्ति तद्धितप्रत्ययम् आश्रित्य अङ्गकार्याणि. तदनन्तरं तत्र णिच् प्रत्ययम् आश्रित्य अङ्गकार्याणि अपि सन्ति. इत्युक्ते तत्र बहूनि इतोपि अङ्गकार्याणि एव सन्ति. ततः अग्रे तस्मिन्नेव तत्र 1, 2, 6 इति पश्यति चेत् तत्र गुणसम्बन्ध सर्वाणि सूत्राणि सन्ति. गुणसम्बन्ध इत्युक्ते तत्र पश्यति चेत् अत्र गोमती भगिनी तत्र एव 82 इति सूत्रमस्ति. जुसि च सार्वधातुक अर्धधातुकयोः जागृ विच्छिन्नालिङ्गसु बुगन्धलघुम्बधस्य च न अभ्यस्तस्य अचिपीति सार्वधातुके भूसुवो स्तिङि उतो वृद्धिः लुकि हलि ऊर्णोदेर्विभाषा गुणो अपृत्ते तृणः इम् ध्रुव ईट् यङो वा तरु स्तुष्यम तरु स्तुशम्यः शम्यमः सार्वधातुके अस्ति सिचो अपृक्ते बहुलं छन्दसि रुदश्च पञ्जभ्यः अङ्गार्ग्यगलवयोः भगिनि अङ्गार्ग्यार्गवलयोः अधः सर्वेषाम् अतो दीर्घो यञि. हा तावदेव. इत्युक्ते अत्र मिदेर्गुणः इति सूत्रात् आरभ्य अत्र अत्र पश्यामः चेत् अत्र गुणः इत्यस्य अनुवृत्तिः बहुत्र भवति. अस्माकं परिचितं सूत्रं किम् इति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रम् अस्माकं परिचितम्, अपि च पुगन्तलघुपदस्य च इति सूत्रम् अस्माकं परिचितम्. तत्र गुणकार्यं भवति इति वयं जानीमः. तर्हि गुणसम्बन्धसूत्राणि अत्र एव सन्ति, बहूनि सूत्राणि सन्ति. कुत्रचित् निषेधः अस्ति, कुत्रचित् वृद्धिः अस्ति, कुत्रचित् अन्यत् अपि अस्ति. तर्हि अत्र गुणविधानम् अथवा गुणनिषेधः इति तादृशसम्बन्धसूत्राणि अत्र सन्ति. अस्माकं परिचितसूत्रं सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च इति सूत्रम्. भगिनि बहुलं छन्दसि तु द्विवारम् अस्ति खलु? द्विवारं नास्ति, बहुवारम् अस्ति. ओ किम् अर्थं भगिनि बहुलं छन्दसि इत्युक्ते तत्र छन्दसि किमपि कार्यं तत्र बहुलं भवति. ते छन्दसि तत्र विकल्पेन अथवा छन्दसि तादृश बहुलम् इत्यस्य विशिष्टः अर्थः अस्ति खलु. अतः बहुलं भवति इति इत्युक्ते कुत्रचित् विकल्पेन भवति, कुत्रचित् नित्यं भवति, कुत्रचित् अन्यत् एव, कुत्रचित् नापि भवितुम् अर्हति इति. तादृश वेदेषु विशिष्टपरिस्थितिः अस्ति. वेदेषु लोके यादृशप्रयोगः अस्ति तादृशप्रयोगः नास्ति. तत्र कुत्रचित् तत्र लोके नित्यम् अस्ति चेत् वेदेषु विकल्पेन अपि भवितुम् अर्हति अथवा नापि भवितुम् अर्हति. अतः तत्र वेदः किम् अस्ति इति तत्र विशिष्टपरिस्थितिः. अतः एव वेदव्याकरणम् इति अस्ति खलु, वैदिकव्याकरणम्. अस्तु, इदानीं तु विषयं दृष्ट्वा तत्र बहुलं छन्दसि पुनः पुनः आयाति. तत्र भिन्नभिन्नसूत्राणि अनुवृत्ति अधिकार सर्वे भवन्ति. अस्तु, इदानीं सप्तमे चतुर्थपादे अपि एवमेव अङ्गकार्याणि एव सन्ति. तत्र यकारादिषु प्रत्ययेषु परेषु अङ्गकार्याणि इति अस्ति. तत्र 127 इति पृष्ठसङ्ख्या, 22 इति सूत्रमस्ति, अयन् ईक्निति इति. तत्र सर्वत्र पश्यामः चेत् यकारादिप्रत्ययः परः अस्ति चेत् किमपि अङ्गे किमपि कार्यं भवति इति तादृशसूत्राणि अत्र सन्ति. किमर्थम् एतत् सर्वम् अहं वदन्ती अस्मि इति चेत् किञ्चित् परिचयः भवतु, कुत्र किम् अस्ति इति परिचयः भवतु इति कृत्वा वदन्ती अस्मि. यद्यपि तादृश इदानीं तेषां सर्वेषां पठनं न जातं, तथापि अस्तु. तदनन्तरं पश्यामः चेत् तत्र अभ्यासकार्यम् इति अस्ति. अभ्यासकार्यं तत्र 59 इति सूत्रमस्ति. 59 सूत्रं पृष्ठसङ्ख्या 128, तत्र 59 सूत्रं. सूर्यकुमारी भगिनी वदतु किमस्ति सूत्रम्. क्षम्यतां भगिनि, पुस्तकं नास्ति वा? अस्तु अस्तु, डौन्लोड् ऐ डिन्ट् डू इट् येट्. अस्तु अस्तु, अरविन्द महोदय वदतु तत्र. ह्रस्वः, ह्रस्वः अग्रे. हलादिशेषः, शार्पूर्वा खया, कुह्वश्चुः, न कवेन् इर्विङ्गि, कवतेर्यङि, कवतेर्यङि, कृशेश्चन्दसि. हा, तावत्. हा, इत्युक्ते अत्र पश्यामः चेत् यत्र धातोः द्वित्वं भवति, वयं ज्ञातवन्तः खलु प्रथमभागस्य नाम अस्ति अभ्यासः इति. यदि दा इति धातुः अस्ति, तस्य द्वित्वं भवति चेत् दा इति भवति प्रथमः भागः, दा इति भागः. तस्य कृते कार्याणि भवन्ति. कीदृशकार्याणि इति चेत् अत्र सूत्राणि सन्ति तदर्थं. ह्रस्वः भवति, तर्हि ह्रस्वः भवति इति चेत् अभ्यासस्य ह्रस्वत्वम्, अतः अतः एव ददाति. अपि च हलादिशेषः इति अन्यानि सूत्राणि अत्र एव सन्ति. यत्र जुहोत्यादिगणः इति विषयः आगच्छति तदानीं पश्यामः, एतेषां पठनमपि भवति. अपि च एतानि सामान्य अभ्यासकार्याणि. सामान्यकार्याणि इत्युक्ते यत्र यत्र द्वित्वं भवति तत्र सामान्य अभ्यासकार्याणि एतानि. अपि च विशिष्ट अभ्यासकार्याणि अपि अग्रे सन्ति. इत्युक्ते लकारम् आश्रित्य लिट् लकारे विशिष्ट सूत्राणि, अभ्याससूत्राणि सन्ति. यङ् प्रत्ययः अस्ति चेत् विशिष्टसूत्राणि सन्ति. यङ् लुकि विशिष्टसूत्राणि सन्ति इति. तत्र चङ्गि विशिष्टसूत्राणि सन्ति. इत्युक्ते तत्र प्रत्ययम् आश्रित्य अपि पुनः विशिष्टसूत्राणि, विशिष्टकार्याणि अथवा धातुम् अवलम्ब्य विशिष्टकार्याणि अपि भवन्ति. अस्तु, ततः अग्रे पश्यामः चेत् पदस्य इत्यस्य अधिकारः आरप्स्यते. पदस्य इत्यस्य अधिकारः तत्र अष्टमाध्यायस्य प्रथमपादे 16 षोडशतमं सूत्रमस्ति पदस्य इति. तस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य पञ्चपञ्चाशत्तमं सूत्रपर्यन्तं पदस्य इत्यस्य अधिकारः. इत्युक्ते अत्र एतत्र जलां जशोन्ते इति सूत्रम् अस्माकं परिचितमस्ति खलु, जलां जशोन्ते. तत्र जलां जशोन्ते इति पदस्य इत्यस्य अधिकारे अस्ति, अतः तत् सूत्रं पदान्ते एव कार्यं करोति इति. तादृश पदस्य इत्यधिकारे बहूनि सूत्राणि सन्ति. अग्रे अष्टमाध्यायस्य द्वितीयपादे प्रथमं सूत्रमस्ति पूर्वत्र सिद्धम्. अष्टमाध्यायस्य द्वितीयपादे प्रथमं सूत्रम् अस्ति पूर्वत्र सिद्धम्. पृष्ठसङ्ख्या अस्ति 131 तत्र पूर्वत्रासिद्धम् इति अधिकारः अस्ति अष्टमाध्यायस्य द्वितीयपादात् आरभ्य पूर्वत्रासिद्धम् इत्यस्य अधिकारः अस्ति अनेन वयम् अवगच्छामः यत् पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् एवमेव इत्युक्ते न केवलं यत्र अस्य अधिकारः अस्ति इत्युक्ते न केवलम् अष्टाध्यायस्य द्वितीयतृतीयचतुर्थपादेषु अपि च सपादसप्ताध्यायीं प्रति अपि त्रिपादी असिद्धा पूर्वं प्रति परम् असिद्धम् इति नियमः अस्ति तस्य पालनं सर्वदा भवति अतः अत्र त्रिपाद्यां पूर्वसूत्रमेव प्रथमं कार्यं करोति यतोहि परशास्त्रम् असिद्धं परसूत्रम् असिद्धम् अतः अत्र क्रमेण गन्तव्यं भवति यत्र एकस्मिन् स्थले त्रिपाद्याम् एव सूत्रद्वयस्य प्रसक्तिः भवति तदानीं पूर्वं प्रति परम् असिद्धम् अतः पूर्वम् एव कार्यं करोति कुत्रचित् अपवादस्य विषयः अस्ति चेत् भिन्नवार्ता अत्र अपवादस्य विषयः अस्ति चेत् तदानीं परसूत्रं कार्यं करोति परन्तु सामान्यचिन्तनं पूर्वं प्रति परम् असिद्धम् अस्तु ततः अग्रे पश्यामः चेत् तत्र अग्रिमपृष्ठे तत्र पदस्य इत्यस्य अधिकारः इति उक्तवती खलु तत्र 23 संयोगान्तस्य लोपः इति आरभ्य तत्र पदनिर्माण अवसरे हल् सन्धिकार्याणि सन्ति संयोगान्तस्य लोपः रात्सस्य धी च झलो झलि ह्रस्वाद् अङ्गात् ईट ईटि स्कोः संयोगाद्योरन्ते च चोः कुः इत्युक्ते अत्र एतानि सर्वाणि सूत्राणि पदनिर्माण अवसरे एतानि एव हल् सन्धिकार्याणि सन्ति होडः इति भिन्नभिन्नसूत्राणि सन्ति अस्माकं परिचितं सूत्रमस्ति तत्र झलां झषोन्ते 39 इति सूत्रमस्ति झलां झषोन्ते एवमेव अन्यानि सूत्राणि अत्र सन्ति पदनिर्माण अवसरे अस्तु तदनन्तरं तत्र कुत्र प्लुतसंज्ञा विधीयते इति अत्र उच्यते वाक्यस्य टेः प्लुतः उदात्तः प्लुत उदात्तः इति 82 इति अस्ति सूत्रम् तत्र प्लुतविधायकसूत्राणि सन्ति कुत्र प्लुतसंज्ञा विधीयते इति सूत्राणि सन्ति तदनन्तरम् अग्रिमपृष्ठे संहिता इति अधिकारः पुनः आयास्यति तत्र हल्सन्धिसम्बन्धसूत्रेषु संहिता इत्यस्य अधिकारः अष्टमाध्यायस्य तृतीयपादे तत्र ऋत्वप्रकरणम् इति अस्ति तत्र अनन्तरं विसर्गसन्धिसम्बन्धसूत्राणि अपि सन्ति तत्र पश्यन्ति चेत् खरवसानयोर्विसर्जनीयः इति अस्ति हलि सर्वेषां लोपः शाकल्यस्य तत्र 19 इति सूत्रं पश्यति चेत् लोपः शाकल्यस्य हलि सर्वेषां मोनुस्वारः नश्चापदान्तस्य झलि इत्यादीनि सूत्राणि अत्रैव सन्ति विसर्गसन्धि हल्सन्धिसम्बद्धसूत्राणि तदनन्तरं तत्र 55 इति पश्यति चेत् अपदान्तस्य मूर्धन्यः इत्युक्ते कुत्र षत्वं विधीयते सकारस्य स्थाने षत्वं तादृशसम्बद्धसूत्राणि अग्रे सन्ति तत्र आदेशप्रत्ययोः इति सूत्रं प्रायः परिचितम् अन्यानि सूत्राणि अत्रैव सन्ति अष्टाध्यायस्य तृतीयपादे ततः अग्रे अष्टमाध्यायस्य चतुर्थपादे पश्यामः चेत् णत्वप्रकरणम् इत्यस्ति णत्वप्रकरणे प्रथमं सूत्रं विनय महोदय वदतु तत्र 137 अष्टमाध्यायस्य चतुर्थपादे अस्तु वासुदेवन् महोदय वदतु दशाभ्यन्नो न समानपदे वाङ्नुं विवाये अपि पूर्वपदात् संज्ञायामग्रह समीचीनं तावत् इत्युक्ते अत्र रसाभ्यां नोणः नोणः समानपदे इत्यस्मात् सूत्रात् आरभ्य अग्रिमपृष्ठे तत्र 39 सूत्रमस्ति क्षुब्नादिषु च तावत्पर्यन्तं णत्वसम्बद्धसूत्राणि सन्ति कुत्रचित् णत्वविषये भ्रमः अस्ति, क्लेशः अस्ति, न किमपि न सिद्ध्यति इति चेत् अत्रैव द्रष्टव्यं भवति. कुत्रचित् निषेधः भवति, कुत्रचित् विशिष्टविधानं भवति इति अत्र पश्यामः चेत् सर्वाणि सूत्राणि सन्ति नत्वविधायकसूत्राणि अथवा नत्वनिषेधकसूत्राणि. अस्तु, तदनन्तरम् अन्ततो गत्वा तत्र हल् सन्धिकार्याणि सन्ति, पुनः हल् सन्धिकार्याणि सन्ति. स्तोः शुनाश्युः, ष्टुनाष्टुः इति ष्टुत्वं ष्टुत्वं सूत्रं. तदनन्तरम् अचोरः अभ्यां द्वे, जरोन्नासिके अनुनासिको वा. अग्रे पश्यति चेत् जलां झषि, खरीच वावसाने, अनुस्वारस्य ययि परसवर्णः, तोर्लि उदहस्तास्तम्भोः पूर्वस्य इत्यादीनि सूत्राणि तत्र हल् सन्धि सम्बद्धसूत्राणि सन्ति. अग्रे षश्चोटि, झरोझरि, सवर्णे इत्यादीनि सूत्राणि सर्वाणि हल् सन्धिसूत्राणि पुनः अन्ते अपि सन्ति. अस्तु, इति अस्माकं परिचयः अस्ति, अष्टाध्यायः परिचयः. इदानीं वयं किं कुर्मः इति चेत् अस्माकं करपत्रे तस्य विवरणमस्ति, एकवारं पठामः. भगिनि भगिनि, उदात्तस्य तद् सरितः तद् नकारस्य दकारस्य नकारः आगच्छति इति वदति वा? कुत्र कुत्र किं धनुदात्तस्य तत्र सूत्रस्य इदानीं सूत्रस्य विवरणं मास्तु भगिनि. अत्र सूत्रस्य अर्थः कः, सूत्रस्य विवरणम् इदानीं मास्तु. अस्माकं चिन्तनम् अत्र किम् अस्ति इति चेत् अत्र कुत्र किम् अस्ति इति एव अस्माकं विषयः. सूत्रस्य अर्थः इदानीं मास्तु. अस्तु, बहु सम्यक् भगिनि. अहं सर्वदा जलां झषोन्ते अस्ति, अनन्तरं जलां झषि अस्ति, किमर्थं युनो कन्सेक्युटिव् नास्ति इति, किन्तु पदस्य अधिकारः भवति इति भवती उक्तवती, तस्मिन् समये एव अवगतवती. तत्र जलां झषि तत्र पदस्य निमित्तं नास्ति खलु, अतः तत्तु अष्ट अध्याये चतुर्थपादे अस्ति, न तु तृतीयपादे. तृतीयपादे आं, सत्यं. भगिनी, मम एकः संशयः अस्ति. बहूनि सूत्राणि अस्माभिः दृष्टं, परन्तु अनुवृत्तिसहितसूत्रेण एव अवगमनं सम्यक् भवति. तद् आचार्यमुखात् विवरणं श्रुत्वा एव भवति न? सत्यं, सत्यमेव, सत्यमेव. तदर्थमेव वयं तत्र मन्दमन्दं गच्छामः. तत्र प्रत्येकं पाठं स्वीकृत्य तत्र सूत्रस्य अर्थः कः, अनुवृत्तिः का, तत्र अर्थबोधः जायते वा, तत्सर्वं दृष्ट्वा एव वयं गच्छामः. अत्र तु केवलं तत्र अष्टाध्यायी इति ग्रन्थः अस्ति, तत्र किम् अस्ति इति इदानीं तत्र अस्माकं स्थूलतया तत्र किञ्चित् अवगमनं जातम्. इतोपि अवगमनार्थं तत्र पुनः पुनः पुस्तकम् उद्घाट्य द्रष्टव्यं भवति. अस्तु, प्रश्नः अस्ति भगिनि. आदौ वकारग्रहणेन मङ्गलाचरणम् इति भवत्या उक्तम्, अत्र अन्ततः सूत्र अस्ति अ अ इति, तस्य किमपि वैशिष्ट्यमस्ति वा? अ अ इति तत्र ह्रस्व अकारस्य विषये, तत्र ह्रस्व अकारस्य विषये, तत्र ह्रस्व अकारस्य स्थानं किम् अस्ति इति चेत् तत्र ह्रस्व अकारस्य वस्तुतः विवृतम् अस्ति, तत्र स्थानं विवृतम् अस्ति. प्रक्रियाकाले तस्य स्थानं विवृतं भवति, प्रक्रियाकाले स्थानं विवृतम् अस्ति, परन्तु तत्र प्रक्रियायाः समापनानन्तरं ह्रस्वकारस्य स्थानं संवृतः भवति, संवृतः भवति. किमर्थं विवृतः अस्ति प्रक्रियाकाले इति चेत्, नो चेत् तत्र अकः सवर्णे दीर्घः इत्यादीनि सूत्राणि कार्यं न करोति, इत्यादीनि सूत्राणि कार्यं न कुर्वन्ति. अतः अ अ इति चेत् ह्रस्वकारस्य प्रक्रियाकाले विवृतसंज्ञा, अनन्तरम् अन्ततो गत्वा प्रक्रियासमापनानन्तरं तत्र उच्चारणसमये तत्र ह्रस्व अकारस्य संवृत्तसंज्ञा इति अस्ति. धन्यवादः. अतः अ इति अस्ति. अस्तु, तर्हि इदानीं तत्र भगिनि अ इति दृष्ट्वा तु किमपि न ज्ञातुं शक्यते, परिभाषासूत्रे किमपि दत्तमस्ति वा? न तत्र अ इति दृष्ट्वा न ज्ञायते इति चेत् तदर्थम् एव व्याख्यानम् अस्ति खलु। परन्तु ये यः व्याख्यानं दत्तवान् सः अपि न अवगन्तुं शक्नोति खलु, केवलं सः न अवगन्तुं शक्नोति इति कथं वा वयं वक्तुं शक्नुमः? तत्र यः तत्र अ इति चेत् अ इति स्वरः अस्ति, कथं सः अवगतवान् इति अहं न वक्तुं शक्नोमि। वदति वा विवृतं संवृतम् इति तस्य पाणिनीयशिक्षाग्रन्थे अस्ति खलु, पाणिनीयशिक्षाग्रन्थेषु तादृशविवरणम् अस्ति, अतः यः शिक्षाग्रन्थं जानाति। अपि च अष्टाध्यायी इति ग्रन्थे स्वरविवरणम् आसीत् पूर्वकाले, तत्र स्वरसहित अष्टाध्यायी इति ग्रन्थः आसीत्, सर्वत्र स्वरस्य विवरणम् आसीत्। इदानीं नास्ति। अत्र कुत्रचित् वयं पृच्छामः कथं जानीमः इदं सूत्रम् अधिकारसूत्रमिति, तत्र वदतु कथं जानाति भवती अधिकारसूत्रमिति? कुत्रचित् वयं वदामः संहितायाम् इति अधिकारसूत्रमिति, कथं जानीमः अधिकारसूत्रमिति? वृत्तिग्रन्थेषु वयं तु न वक्तुं शक्नुमः, परन्तु तत्र स्वरचिह्नानि आसन् पूर्वं, तत्र स्वरितेन अधिकारः इति उच्यते, तत्र स्वरितस्वरः आसीत् संहितायाम् इति सूत्रे स्वरितस्वरः आसीत्, अतः स्वरितस्वरं दृष्ट्या तत्र अधिकारसूत्रम् इति ते वक्तुं शक्नुवन्ति। परन्तु इदानीं तादृश अस्माकं ज्ञानमपि नास्ति, तादृशविवरणमपि नास्ति पुस्तकेषु अथवा कुत्रचित्। अधिकारसूत्रं वा संज्ञासूत्रं वा विधिसूत्रमेव खलु? विधिसूत्रमेव। अस्तु, तर्हि इदानीम् अत्र करपत्रं प्रति गच्छामः, तत्र अष्टाध्यायः मानचित्रं ततः आरभ्य पठामः। अत्र रमा भगिनी पठति वा? अस्ति वा भगिनि? अथवा अस्मि अस्मि, इदं नम्बर् 4 सेक्षन् बि, सेक्षन् अष्टाध्यायः मानचित्रं सेक्षन् बि द्रष्टुम्। अष्टाध्यायाः समग्रदृष्टिः इति करपत्रं खलु, अष्टाध्यायाः समग्रदृष्टिः 0402 भगिनी अष्टाध्यायाः आं पठामि, पठतु। प्रकरणं समग्रसंस्कृतभाषायाः मानचित्रं सेक्षन् बि अष्टाध्यायः मानचित्रम् अग्रे पठामि श्रीकुमारी, एकक्षणम्। अष्टाध्यायाः मानचित्रम् अधः अष्टाध्यायाः मानचित्रं किमिति अवलोकयाम। अष्टाध्यायाम् अष्टौ अध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः, पादेषु सूत्राणि क्रमेण भवन्ति, प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या, सङ्ख्यायां भागत्रयं, प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य। यथा इको एनचि षष्ठाध्याये प्रथमपादे सप्तषट् सूत्रम्, इदं सूत्रं षष्ठे अध्याये तत्र प्रथमपादे सूत्रसङ्ख्या सप्त षट् षट्सप्ततितमं सूत्रं सप्ततिः इति तत्र 70 इति सप्ततिः, षडधिक षट्सप्ततिः, षट्सप्ततिः सूत्रं। अष्टाध्यायाम् ऐ थिङ्क् इट्स् सेल्फ़् एक्स्प्लेनेटरी, अध्यायाः अष्टः सन्ति, अष्टौ अध्यायाः सन्ति. प्रत्येकस्मिन् अध्याये चत्वारः पादाः, पादेषु सूत्राणि क्रमेण भवन्ति. संख्या, सूत्रस्य संख्या त्रीणि भागे, भागत्रयम् अस्ति. प्रथमः अध्यायस्य अध्यायस्य संख्या अस्ति, द्वितीयः पादस्य संख्या, तृतीयः सूत्रसंख्या अस्ति. सत्यम्, एतद् वयं जानीमः. समीचीनम्, अस्तु. धन्यवादः भगिनी. इदानीं सूर्यकुमारी भगिनी अग्रे पठतु. एकस्मिन् एकैकस्मिन् एकैकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः. अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः. क्षम्यतां, सर्वं ज्ञात्वा नोक्तं किञ्च अधः यत् दत्तं बुद्धं चेत् मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति. एकस्मिन् अध्याये मुख्यविषयाः सन्ति. इति वयं जानीमः. सूत्रसङ्ख्यादर्शनेन कीदृशं कार्यं भवति इति कृत्वा अनुमानं पश्यति चेत् एकैकस्य अध्याये प्रमुखविषयाः सूचितवन्तः. तत् मुख्यविषय ज्ञात्वा मनसि एकादृष्टि भवति. समीचीनम्, इत्युक्ते अत्र मुख्यविषयाः के इत्युक्ते सूत्रसङ्ख्यामेव दृष्ट्वा वयं झटिति वक्तुं शक्नुमः अत्र कीदृशकार्यं प्रायः स्यात् इति वयम् अनुमानं कर्तुं शक्नुमः. इत्युक्ते अष्टाध्यायस्य चतुर्थपादे प्रथमं सूत्रं नत्वसम्बन्धसूत्रम् इत्युक्ते तत्र नवत्रिंशत्तमं सूत्रपर्यन्तं नत्वसम्बन्धसूत्रं, तर्हि सूत्रसङ्ख्यां दृष्ट्वा वयम् अवगन्तुं शक्नुमः अत्र नत्वसम्बन्धसूत्रं. सन्धिकार्यावसरे षष्टाध्यायस्य प्रथमपादे अस्ति चेत् स्वरसम्बन्ध स्वरसन्धिसम्बद्धसूत्रम् इति वयम् अवगन्तुं शक्नुमः. अपि च षष्टाध्यायस्य चतुर्थपादे अस्ति चेत् अङ्गकार्यम् इति वयं ज्ञातुं शक्नुमः. प्रथमम् अष्टाध्यायस्य प्रथम अष्टाध्यायाः प्रथमपादे अस्ति चेत् तत्र संज्ञासूत्रं परिभाषासूत्रम् इति तादृशज्ञानम् अस्माकं भवति. अस्तु, धन्यवादः. अग्रे सुमन् भगिनी पठतु. अस्तु भगिनि, प्रथम अध्यायः संज्ञासूत्राणि, द्वितीय अध्याय समास अधिकारः, सर्वे समासाः विहिताः, अव्ययीभाव तत्पुरुष बहुव्रीहि द्वन्द्वः, विभक्तीनां विधानं क्रमेण द्वितीय चतुर्थि तृतीय पञ्चमी सप्तमी प्रथम षष्टि इति विभक्तयः. प्रथम अध्याये संज्ञासूत्राणि सन्ति, द्वितीय अध्याये समास अधिकारः अधिकारः सूत्राणि सन्ति. उदाहरणं सर्वे समास विधायकसूत्राणि, अव्ययी भावस्य, तत्पुरुषस्य, बहुव्रीहेः द्वन्द्वस्य अपि, अपि च विभक्ति विधानं सूत्राणि अपि सन्ति द्वितीयभागे. अग्रे पठामि किं? पठतु. एकक्षणम्, अत्र अत्र विजयलक्ष्मी भगिनी भवती पृष्टवती, अहं किञ्चित् इतोपि चिन्तितवती तत्र अ इति व्याख्याकारः अपि कथं जानाति इति चेत् तस्य गुरुमुखात् प्रायः शृणोति. तत्र गुरुपरम्परा इति अस्ति खलु, गुरुपरम्परया वयम् अवगन्तुं शक्नुमः खलु. आं, तत्र पाणिनीयः पाणिनीयकालात् गुरुपरम्परया गुरुः वदति, अत्र शिष्यः, तेन मार्गेण तत्र अस्ति ज्ञानं, तत्र अनिन्ट्रप्टेड् अस्ति. अत्र भगिनी क्रमेण द्वितीया, चतुर्थी, तृतीया, तत्र क्रमः कुत्र अस्ति? सूत्र सूत्रस्य क्रमः, क्रमस्य विषये वदति. विधि विभक्तीनां विधानं यदा भवति तत्र कर्मणि द्वितीया, चतुर्थी सम्प्रदाने, कर्तृकरणयोः तृतीया इति तादृश, तत्र तादृशक्रमेण सूत्राणि सन्ति इति तत्र अत्र दत्तमस्ति. तावदेव. सूत्रसङ्ख्याक्रमेण विभक्तिक्रमेण न गच्छति. हा, इत्युक्ते प्रथमं प्रथमविभक्तौ विषये उक्त्वा तदनन्तरं द्वितीयविभक्तौ विषये उक्त्वा तथा नास्ति. अत्र प्रथमं कर्मणि द्वितीया इति उक्तं, तदनन्तरं तत्र द्वितीयसम्बन्धसूत्राणि, तदनन्तरं चतुर्थी विभक्तिः. इत्युक्ते अत्र पश्यामः, अत्र इदानीं पृष्ठसङ्ख्या वदामि, पश्यन्तु. कारकं, कारकं तत्र कारकं नास्ति, तत्र कारकस्य अनन्तरं विभक्तिसम्बन्धसूत्राणि. एकक्षणं. हा, तत्र पृष्ठसङ्ख्या अस्ति 48, अष्टचत्वारिंशत्तमे पृष्ठे. अनभिहिते इति अधिकारः अस्ति खलु, द्वितीयाध्याये तृतीयपादः, अनभिहिते. तस्य अनन्तरं सूत्रं किं सुमन् भगिनि? द्वितीयविभक्ति अस्ति, कर्मणि द्वितीया. हा, तर्हि द्वितीयविभक्तिसम्बद्धसूत्राणि सन्ति, कर्मणि द्वितीया, तृतीया च होश्चन्दसि, अन्तरान्तरेण युक्ते, कालाद्वनोरत्यन्तसंयोगे इति तत्र सूत्राणि सन्ति. तदनन्तरं पश्यति चेत् चतुर्थी विभक्तिः, चतुर्थी सम्प्रदाने, क्रियार्थोपपदस्य च कर्मणि स्थानिनः, सुमर्ताच्च भाववचनात्, नमस्वस्ति स्वाहा स्वदालं वषट्योगाच्च इति तत्र चतुर्थी विभक्तिसूत्राणि सन्ति. तदनन्तरं तृतीयविभक्तिसम्बन्धसूत्राणि, कर्तृकरणयोः तृतीया. तदनन्तरं पञ्चमी विभक्तिः, अपादाने पञ्चमी. देन् तदनन्तरं सप्तमी विभक्तिः, सप्तमी अधिकरणे च, यस्य च भावेन भावलक्षणम्. अग्रे पश्यति चेत् प्रथमा विभक्तिः, तदनन्तरं षष्ठी विभक्तिः, षष्ठी शेषे इति तावदेव तत्र, तेन क्रमेण दत्तम् इति उक्तम्. बुद्धं खलु? अस्तु भगिनि, अग्रे. अस्तु, तृतीय चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायः इत्युच्यन्ते. इत्युक्ते प्रत्ययाः सन्ति, तस्य अधिकारः भवति. अत्र धातुभ्यः प्रातिकेभ्यः सर्वे प्रत्ययाः विहिताः भवन्ति. तृतीय अध्यायः तत्र धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. प्रथमं तु सनादयप्रत्यय, अनन्तरं विकर्णप्रत्यय, अनन्तरं कृत् प्रत्यय, भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च, अनन्तरं लकारप्रत्ययः, पुनः भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च, अनन्तरं कर्मणि कर्मणि भावे च कृत् प्रत्ययाः, लकारप्रत्ययः, अन्ते स्त्रियां कृत् प्रत्ययः. अस्तु, कृत् प्रत्ययः तत्र प्रथमम् अन्ते स्त्री स्त्रीकृत् प्रत्ययः भवति, तत्तु सुबन्तप्रत्यये सः न भवति. चतुर्थ अध्याये भगिनि धन्यवादः. इदानीम् अत्र अग्रे जयलक्ष्मी भगिनी पठतु. धन्यवादः भगिनि. आं भगिनि पठिष्यामि. श्रूयते खलु? हा श्रूयते. चतुर्थः अध्यायः. प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. स्त्रियां ये प्रत्ययाः, अनन्तरं तत्तिदाधिकारः इति द्वयोः प्रत्ययोः विवरणं चतुर्थः अध्याये दीयते. तत्र प्रातिपदिकात् परं ये ये प्रत्ययाः विहिताः तेषां प्रतिपादनं भवति. तदनन्तरं पञ्चमः अध्यायः. तत्थितप्रत्ययाः, तस्मिन् विभक्तिसंज्ञकाः प्रत्ययाः, अनन्तरम् अव्ययसंज्ञकाः प्रत्ययाः च भवन्ति. द्वितीयः बिन्दुः समासान्त अधिकारः. उत्तरपदस्य प्रत्ययाः दीर्घपन्थाः, दीर्घपदः, सर्वा रात्रिः, सर्वरात्रः इति उदाहरणमपि दत्तं. पञ्चम अध्याये तद्धितप्रत्ययाः, अनन्तरं समासान्त अधिकारे ये ये प्रत्ययाः भवन्ति तेषां विवरणं भवन्ति. तत्र तत् उदाहरणमहं न जानामि भगिनि. दीर्घ चिन्ता मास्तु, अग्रे अग्रे वदतु. किमपि कार्यम् इति वदति इत्युक्ते तत्र दीर्घपन्ताः इत्यत्र पन्ताः इत्यस्य नकारः गच्छति. सर्वारात्रिः इत्यत्र सर्वा इति स्त्रीलिङ्गशब्दः अस्ति, परन्तु सर्व इति तत्र पुंवद्भावः भवति सर्व. तदनन्तरं रात्रिः इति शब्दस्य प्रत्ययः समासान्तप्रत्ययस्य विधानानन्तरं तत्र रात्रः इति भवति. तत्सर्वम् अग्रे गत्वा पठिष्यामः भगिनि समासवर्गे. षष्ठ अध्यायः. तत्र द्युतप्रकरणं दा इति धातोः दादा इति भवति, सर्वाणि सोपानानन्तरं ददाति इति रूपं भवति इत्यस्य विवरणं तत्र भवति. द्वितीयः बिन्दुः सम्प्रसारणं भवति. तृतीयः सन्धि, तत्र संहिता अधिकारः भवति. अत्र स्वरसन्धि विधायकसूत्राणि सन्ति. यणसन्धि, गुणसन्धि, वृत्तिसन्धि, सर्वदीर्घ क्षम्यतां सवर्णदीर्घसन्धि इत्यादयः भवन्ति. चतुर्थः बिन्दुः अस्ति चतुर्थः पादः अङ्गाधिकारः. तत्रापि अङ्कं किम् इति न ज्ञायते. तत् वेब्सैट् अस्ति, तत्र पेज् जालपुटे इदं करपत्रं पठ्यताम् इति अस्ति. अस्ति अङ्गकार्यं कीदृशम् इत्यस्य कृते अग्रे अस्मिन् करपत्रे विषयः इतोपि विस्तारितः इति अपि दत्तमस्ति. वस्तुतः सन्धिकार्यम् अनन्तरं चतुर्थपादे अङ्गस्य अङ्गाधिकारः ततः आरभ्य भवति इति भवत्या उक्तं प्रथमे एव. द्वितप्रकरणं सम्प्रसारणम् अपि षष्ठाध्याये भवति. सप्तमाध्याये अङ्गकार्यम् इति अस्ति. अत्र अङ्गात् परस्य प्रत्ययादेशः इडागमः प्रकरणं. यथा खादितवान् इत्यस्मिन् खाद् धातु योग इ, तत्र तवतु प्रत्ययः अपि योजयते चेत् खादितवान् इति भवति. तत्र इडागमस्य विवरणं ददाति, प्रतिपादनमस्ति. सार्वधातुकप्रत्यये परे अङ्गकार्यं सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति अत्र गुणकार्यस्य प्रतिपादनमस्ति. चतुर्थः बिन्दुः वृत्तिप्रकरणं णिति किति तत्थितेषु इति अस्ति. पञ्चमः बिन्दुः अभ्यासकार्यप्रकरणं. यत् कार्यं भवति द्युतानन्तरं, यथा दा इति धातोः ददा दादा इति रूपं, तदनन्तरं ददा इति यत्र भवति तस्य निर्दिष्टानुसरणं तत्र विवरणं दत्तमस्ति अभ्यासकार्यप्रकरणे इति. पञ्चबिन्दवः सन्ति. अष्टमाध्याये. धन्यवादः भगिनि. अग्रे पुष्पा भगिनी पठतु. अस्तु भगिनि. अष्टमाध्यायः. पदस्य एकनिमिष अस्तु. पदस्य इत्यधिकारः अष्टमाध्याये एक प्रथमपादे त्रयोदश सूत्रे सूत्रात् पञ्चपञ्चाशत् सूत्रात् सूत्रातः पदस्य इत्यधिकारः पूर्वत्र सिद्धत्वाधिकारः द्वितीयपङ्क्तिः तृतीय तु हल्सन्धि विसर्गसन्धिः चतुर्थाः पञ्चम तु प्रत्ययप्रकरणं फलं फलानि किन्तु पुष्पं पुष्पाणि फलानि किन्तु पुष्पं पुष्पाणि अस्तु तद् नावगतं भगिनि पञ्चप्रकरणं नत्वप्रकरणम् अहो पुष्पाणि नत्व ओके रसाभ्यां अस्तु अस्तु मातुः अष्टाध्यायी सूत्रपट पुस्तकस्य पृष्ठसङ्ख्या एकादश सूत्रे सूत्रात् अष्ट सूत्रं नास्ति पृष्ठसङ्ख्या एकादश पृष्ठसङ्ख्यात् अष्ट अष्ट अष्टविंशतिः अष्टविंशति प्रत्येकम् अध्यायस्य पादस्य च सारांशः इतः अपि विस्तरेण उक्तः अस्तु भगिनि समीचीनम् अत्र किमपि नास्ति अग्रे पठतु अधिकारसूत्राणि केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमः चेत् सर्वाष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्ति भवति बहुषु सूत्रेषु अतः कानिचन प्रमुख अधिकारसूत्राणि दत्तानि तेषां कार्यक्षेत्रम् अपि सूचितं नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः इदानीं वक्तुं न सूत्रे कथम् अस्ति कुत्र अस्ति इति अधिकारसूत्रं किम् अस्ति किं सूत्रेण सूत्रात् पूर्णतया दीयते अष्टाध्यायी पूर्णतया अनुवृत्तिः भवति कस्मात् सूत्रात् कस्मिन् सूत्रं किं सूत्रपर्यन्तं कस्यचित् सूत्रस्य अनुवृत्तिः भवति इति अधिकारसूत्रम् अस्ति अत्र प्रमुख अधिकारसूत्राणि सन्ति तेषां विषये एकवारं पश्यामः भगिनी धन्यवादः इदानीम् अत्र इदानीं तत्र प्रत्ययः इति सूत्रस्य अधिकारः परश्च इति सूत्र इति अपि अधिकारसूत्रमस्ति धातोः इति सूत्रम् अधिकारसूत्रं ज्ञाप्रातिपदिकात् अपि च संहितायाम् अङ्गस्य पदस्य इति प्रमुख अधिकारसूत्राणि प्रत्येकं स्वीकृत्य पश्यामः अत्र प्रत्ययः इति अधिकारसूत्रमस्ति अस्तु अरविन्द महोदय पठतु प्रत्ययः तृतीयाध्याय प्रथमपादस्य प्रथमसूत्र अधिकारः प्रथम तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य पञ्चम चतुर्थ अध्यायस्य पञ्चमपादस्य अन्तपर्यन्तं पञ्चमाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तम् अधिकारः अस्ति तृतीय चतुर्थ पञ्चम इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं सञ्जाता तस्य प्रत्ययः संज्ञा भवति एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. तृतीयाध्यस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य चतुर्थपादस्य पञ्चम अध्यायस्य चतुर्थपादस्य अन्त्यपर्यन्तम् इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययः संज्ञा भवति. तथा वर्तमाने लट् अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहिता अस्ति अतः तस्य प्रत्ययः संज्ञा भवति. अत्र प्रत्ययाधिकारे तृतीयाध्यायस्य चतुर्थाध्यायस्य पञ्चमाध्यायस्य त्रीणि अध्यायेषु यत्र यत्र त्रिषु अध्यायेषु यत्र कस्यचित् विधानं भवति तत्र प्रत्यय इति सूत्रम् आगत्य अनुवृत्तिरूपेण आगत्य वदति यत् यस्य विधानं सञ्जातम् इति तस्य प्रत्ययसंज्ञा भवति. यथा उदाहरणं दत्तमस्ति वर्तमाने लट् अस्मिन् सूत्रे प्रत्ययः इति अनुवृत्तिरूपेण आगत्य लट् तस्य संज्ञा लट् संज्ञा भवति इति वदति. लट् संज्ञा भवति इति नास्ति, लट् इत्यस्य प्रत्ययसंज्ञा. लट् प्रत्यय लट् लट् लट् प्रत्ययसंज्ञा भवति लट् पदस्य. लट् सर्वेषां लकाराणां प्रत्ययसंज्ञा भवति यतोहि तेषां सर्वेषां विधानं तृतीयाध्याये अस्ति. अतः तृतीयाध्याये यत्किमपि विधीयते, यत्किमपि धातुतः विधीयते तस्य नामकरणमस्ति प्रत्ययः इति. अतः तस्य अधिकारसूत्रमस्ति प्रत्ययः इति. बुद्धं खलु? समीचीनम्, अस्तु, धन्यवादः. अग्रे ललिता भगिनी पठति वा? अस्ति वा भगिनि, ललिता भगिनी? आं भगिनि, पठतु. एकनिमिषं. परश्च अधिकारसूत्रम् अपि संज्ञासूत्रम् अपि भवति प्रत्यय. सत्यं, प्रत्ययः इति तत्र संज्ञा अपि विधीयते, अधिकारमपि अस्ति, अधिकारसूत्रमपि अस्ति. हा, सत्यं, समीचीनं. परश्च अधिकारसूत्र अधिकारः तृतीय अध्याये एक प्रथमपादे प्रथमपादे प्रथमसूत्रम् आरभ्य पञ्चमाध्याये चतुर्थपादे 160 रैट्. भगिनि, प्रथमसूत्रात् कथं भवति अधिकारः? द्वितीयसूत्र द्वितीय नास्ति, प्रथमसूत्रं सूत्रे अपि अस्ति. इत्युक्ते यत्र यत्र प्रत्ययः विधीयते तत्र परः एव विधीयते, प्रकृतेः परः एव प्रत्ययः विधीयते. अतः इत्युक्ते भवती किं वक्तुम् इच्छति इति चेत् प्रथमसूत्रं तु प्रत्ययः इति अस्ति, अतः तस्य कृते परश्चेत्यस्य आवश्यकता नास्ति इति वदति. परन्तु सर्वत्र तत्र सम्पूर्ण अध्याये एव तस्य प्रसक्तिः इति एव तत्र सर्वत्र पश्यामः. सम्पूर्णतृतीयाध्याये प्रत्ययः परश्च अनयोः प्रसक्तिः इति वदामः, परन्तु यद् भवती वदति अवगच्छामि. अस्तु भगिनि. येषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययः संज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. सो प्रत्ययः परश्च अग्रे अपि पठतु. यथा वर्तमाने लट् वर्तमानार्थे धातुतः लट् भवति, अग्रिमाधिकारसूत्रं धातोः अपि च लटः प्रत्ययः संज्ञा भवति प्रत्ययः इत्यनेन धातोः परे एव आयाति परश्च इत्यनेन अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्ययः परश्च. यदि लटः प्रत्ययः संज्ञा अभविष्यत् तर्हि परश्च न आगमिष्यत् तस्यां दशायां लट् तु आद्यन्तौ टकितौ इत्यनेन धातोः प्राक् अभविष्यत् भू प्लस् लट् इति न अपि तु लट् प्लस् भू अभविष्यत् वर्तमाने लट् वर्तमानात् धातुतः लट् भवति. सूत्र अर्थः कः? परश्च इति सूत्रार्थः परश्च इति प्रत्येक परः आयाति इति अर्थः. इत्युक्ते परश्च इति सूत्रेण किम् उच्यते इति, परश्च इति सूत्रम् अधिकारसूत्रम् अस्ति. अस्य अधिकारः तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये, त्रिषु अध्यायेषु तस्य अधिकारः अस्ति. यत्र यत्र प्रत्ययः विधीयते सः प्रत्ययः प्रकृतेः परम् एव विधीयते. प्रकृतिः अस्ति प्रकृतेः परं. तृतीयाध्याये प्रकृतिः अस्ति धातुः, चतुर्थाध्याये पञ्चमाध्याये प्रकृतिः अस्ति प्रातिपदिकं. प्रातिपदिकम् इति परश्च इति सूत्रं. तस्य उदाहरणम् अत्र अस्ति. किमस्ति? वर्तमाने लट्. वर्तमाने लट् इति धातुतः लट् प्रत्ययः परश्च भवति. धातु प्रकृतिः प्रकृतेः परं प्रत्ययः वर्तमान लट् प्रत्ययः धातुतः विधीयते. वर्तमाने लट् इति सूत्रेण वर्तमानार्थे धातुतः लट् इति भवति. लट् इत्यस्य प्रत्ययसंज्ञा अस्ति. प्रत्ययः इति अधिकारसूत्रेण लट् इत्यस्य, यतोहि लट् इति विधानम् अस्ति, लट् इति विधानम् अस्ति, अतः तस्य प्रत्ययसंज्ञा अस्ति. परश्च इति सूत्रेण वयं जानीमः वर्तमाने लट् इति, लट् इति प्रत्ययः धातोः परम् आयाति. धातोः वर्तमाने लट् प्रत्ययः परश्च. यदि अत्र प्रत्ययसंज्ञा नास्ति, लट् इत्यस्य प्रत्ययसंज्ञा नास्ति, तर्हि धातोः परमपि न आयाति. तर्हि लट् इत्यनेन किम् अवगच्छामः? टकारस्य इत्संज्ञा अस्ति. तर्हि तित् अस्ति चेत् किम् अवगच्छामः तत्र? आद्यन्तौ टकितौ आगमः इति, आगमः इति विचिन्त्य तत्र धातोः टित् अस्ति इति कृत्वा धातोः आदौ अपि आगन्तुं शक्नोति. तादृशः भवति चेत् तत्र अर्थबोधः न जायते. भूयोगः लट् इति न, अपि तु लट् योगः भू इति अभविष्यत् इति. तदर्थं तत्र प्रत्ययस्य अपि च परश्च इत्यनयोः प्राधान्यं किमर्थम् इति अत्र उच्यते. तत्र महत्त्वं किम् इति उच्यते. भगिनि, अत्र सर्वे लकारेषु अन्ते टकार नो चेत् नकार किम् अर्थं, तस्य प्रयोगः किं भवति? कस्य? लट् अस्ति, लिट् अस्ति, लोट् अस्ति, तत्र टकारस्य टकार इत्संज्ञा प्राप्नोति, किन्तु तस्य कार्यं किम्? भवती वदतु. सर्वत्र लु इति एव अस्ति चेत् तत्र किं भवति? क्षम्यता, सर्वत्र टकारः नास्ति इति चिन्तयतु, तर्हि किं भवति? सर्वत्र टकारः नास्ति इति चिन्तयतु, तर्हि किं भवति? न अवगतवती, क्षम्यता. सर्वे समाने, किन्तु टकार किमर्थं तस्य? न, तदेव अहं पृच्छामि. चिन्तयतु, टकारः नास्ति चेत् किं भवति? तत्र लकारः ल इति भवति खलु, सर्वत्र ल इति भवति. तर्हि भेदः कथम् अवगम्यते? भेद अवगमनार्थमेव तत्र प्रयोजनं. प्रत्ययानां भेदः कथम् अवगम्यते? लट् लिट् लोट् इति कथम् अवगम्यते? सर्वत्र लु लु इति एव अस्ति चेत् तत्र कथम् अवगम्यते? अपि च वर्तमाने लट् इति यदि वर्तमाने लु इति वदति चेत् कस्य कस्य तकारस्य विषये तत्र तकारस्य आवश्यकता नास्ति खलु ल लो लि इति वक्तुं शक्नुमः तत्र इदानीं तु लट् अस्ति लिट् अस्ति तत्र यदि भवती यदि भवती अष्टाध्यायी इति ग्रन्थः ग्रन्थं लिखति तदानीं तत्र ल लो इति तथा करोतु परन्तु तथा नास्ति भगिनि तस्य तकारस्य किम् तदेव तदेव वदामि अत्र तकारस्य तादृश इत्संज्ञा इत्संज्ञा वर्णस्य प्रयोजनं किम् इति चेत् तत्र लकारणं भेदः कः इति अवगमनार्थमेव अस्ति अन्यत् किमपि नास्ति तत्र तकारस्य अन्यत् किमपि प्रयोजनं नास्ति इत्युक्ते तत्र लकाराणां भेदः कथञ्चित् अवगमनार्थम् इत्युक्ते किमर्थं टकारः इत्युक्ते अन्यत् किमपि अपि वक्तुं शक्यते खलु इति चेत् सत्यम् अन्यत् अपि वक्तुं शक्यते तस्य महर्षेः इच्छा स्वेच्छा अस्ति यतोहि तत्र आद्यन्तटकित तत्र किमपि भ्रमः क्रियते अतः पृष्टवती भ्रमः नास्ति भ्रमः नास्ति भ्रमः नास्ति एव यतोहि नकारस्य किमपि महत्त्वं नास्ति न तत्र भ्रमः नास्ति किमर्थं नास्ति इति चेत् प्रत्ययः परश्च इति स्पष्टतया उच्यते खलु अतः भ्रमः एव नास्ति अस्तु यदि प्रत्ययः परश्च इति नास्ति चेत् यद्भवती वदति तत् सत्यं तदानीं भ्रमः भवितुम् अर्हति परन्तु अत्र प्रत्यय अधिकारे अस्ति अतः स्पष्टता अस्ति तथा एव लङ् तत्र नकारस्य इत्संज्ञा भवति इति किमपि नित् किमपि तत्र महत्त्वं नास्ति तत्र अस्ति लङ् लिङ् इत्यत्र नकारस्य इत्संज्ञा अस्ति इति तत्र महत्त्वम् अस्ति यतोहि तत्र नित् निमित्तीकृत्य कार्याणि भवन्ति खलु तत्र कार्याणि भवन्ति एवमेव तत्र टकारं निमित्तीकृत्य अपि कार्याणि भवन्ति खलु टितात्मनेपदानां टेरे इति तादृशकार्याणि भवन्ति अतः टित् इत्यस्यापि महत्त्वम् अस्ति परन्तु तत्र लकाराणां भेदम् अवगन्तुमपि तत्र इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति अपि तु तत्र टित्वस्य प्रयोजनम् अन्यत् प्रयोजनमपि अस्ति यतोहि टित् निमित्तीकृत्य कार्याणि अपि भवन्ति खलु अस्तु भगिनि थिङ्ग् प्रत्यय थिङ्ग् सुप् थिङ्ग् तदेव प्रथम भगिनि किञ्चित् उच्चैः वदतु सम्यक्तया न श्रूयते थिङ्ग् लङ् थिङ्ग् प्रत्यय नाम अस्ति सुप्तिङ्ग् प्रत्यय तदेव लटति प्रथमलकारः अन्तिमटकारः लट् तदेव अस्ति वा प्रश्नः न बुद्धः तत्र पुनः पृच्छतु न अवगच्छामि लट् नाम किं प्रथम लकारः लकारः ला उत्पत्ति तकारः अन्तिमलकारस्य तकारः तच्चे तदेव लट् उत्पत्तिः वा लट् नाम लट् इत्युक्ते वर्तमाने लट् वर्तमाने लट् लट् इत्यत्र टकारस्य संज्ञा लु इति अवशिष्यते सर्वत्र सर्वेषु लकारेषु लु इति एव अवशिष्यते तर्हि तत्र इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति वा इति चेत् तादृशसम्बन्धसूत्राणि अपि सन्ति लट् इति संज्ञा अस्ति लट् इति संज्ञा अस्ति लट् इति वर्तमानार्थे लट् इति लकारः इति संज्ञा एकविधप्रत्ययः अस्ति लट् इति प्रत्ययः अस्ति अस्तु तर्हि अग्रे गच्छेम इदानीं तत्र वंशीभगिनी पठितुमिच्छति वा भगिनि अथवा शृणोति वा आं पठामि भगिनि पठामि धातोः धातोः द्वितीयार्थे प्रथमपादे एकनवतिः आं क्षमितम् एकनवतिः सूत्रः अस्ति अधिकारः अस्ति तृतीयार्थे एकनवतितमं सूत्रम् एकनवतितमं सूत्रम् अस्तु अधिकारः तृतीयाध्यायः प्रथमपादे एकनवतितमं सूत्रात् आरभ्य तृतीयाध्याय चतुर्थपादे सप्त किमस्ति तत्र सप्तादश अधिकः एकशतं सूत्रात् पर्यन्तं एतस्मिन् सूत्रस्य एतस्य सूत्रस्य अधिकारः अस्ति. तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः. तृतीयाध्याये प्रथमपादे द्वाविंशतिसूत्रात् आरभ्य तृतीयाध्याये प्रथमपादे नवतिः सूत्रात् पर्यन्तम् अन्यत् सूत्रं तदेव समानं कार्यं करोति. धातो रेखाचो हलादेः क्रियासमाभिहारे यङ्क् अस्तु. एतस्मिन् सूत्रस्य विषये अहं न जानामि, परन्तु अग्रेपि पठित्वा वदतु भगिनि. अस्तु, यथा निष्ठा तृतीयाधे प्रथमपादे द्वा अधिक एकशतं सूत्रमस्ति. निष्ठा एका संज्ञा अस्ति, तवतु इत्यनयोः प्रत्ययोः कृते. सूत्रसङ्ख्यां पश्य सूत्रसङ्ख्याद्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः धातोः परस्य इत्येषाम् अधिकारः. अस्तु, तर्हि अनेन सूत्रेण तवतु च भवतः तयोश्च प्रत्ययः संज्ञा स्तः. अस्तु, अपि च परस्य इत्यनेन धातोः परं विहितौ अपि च परस्य इत्यनेन धातोः परं विहितः. अस्तु, भूते इत्यस्यापि अधिकारः, अतः भूतार्थे भवति. अनुवृत्तिसहितसूत्रम् एवं धातोः निष्ठा भूते प्रत्ययः परस्य. उदाहरणः क्रूयोगः तवतु कृतवत् पुंसि पुल्लिङ्गः कृतवान् अस्ति. अस्तु, तृतीयाध्याये धातोः इति अधिकारसूत्रमस्ति. तत्र धातोः अधिकारसूत्रं तिङन्तानां कृदन्तानां च विधायकसूत्रात् अधिकारः अस्ति. एताभ्यां एताभ्यां कार्येषु धातोः इति अधिकारः सूत्रमस्ति. अस्मिन् तृतीयधातोः इति धातुविहितानि कार्याणि तत्र भवन्ति, परन्तु कृदन्तानां तिङन्तानां च तत्र कार्यं भवति. अपि च निष्ठा इति सूत्रस्य प्रसक्तिः अपि अस्ति. तत्र निष्ठा इत्युक्ते त प्रत्ययः अपि च तवतु प्रत्ययः इत्यनयोः निष्ठासूत्राणि. निष्ठा इति संज्ञा इति दीयते. तत्र कृत् प्रत्यय एते द्वे प्रत्ययः द्वौ क्षम्यताम् एते द्वौ प्रत्ययौ कृत् प्रत्ययौ अपि च एतौ द्वौ प्रत्ययौ निष्ठा इति उच्यते. अपि च किमस्ति तत्र प्रत्ययः एतस्मिन् सूत्रसङ्ख्यां तत्र प्रत्ययः धातोः परस्य इति त्रयः अधिकारः अपि अस्ति निष्ठा इति सूत्रे इति मया अवगम्यते. भगिनि, किमपि अस्ति वा तत्र? न समीचीनं भगिनि, अत्र भवती उक्तवती समीचीनमेव. इत्युक्ते अत्र धातोः इत्यस्य अधिकारः अस्ति तृतीयाध्याये, सर्वत्र अस्ति. सम्पूर्ण अध्याये धातोः इत्यस्य अधिकारः अस्ति, अतः धातुतः एव प्रत्ययः विधीयते इति वयं जानीमः. तदर्थम् अत्र उदाहरणं दीयते, निष्ठा इति सूत्रमस्ति. निष्ठा इति सूत्रमस्ति, तत्तवतु निष्ठा इति अन्यत् सूत्रमस्ति. तेन तप्रत्ययः तवतु प्रत्ययः अनयोः निष्ठा इति संज्ञा भवति. अत्र तृतीयाध्याये द्वितीयपादे निष्ठा इति सूत्रमस्ति, तेन सूत्रेण धातुतः तप्रत्ययः अथवा तवतु प्रत्ययः विधीयते, धातुतः विधीयते. तदर्थम् अत्र उक्तमस्ति अनुसहितसूत्रे धातोः निष्ठा भूते प्रत्ययः परश्य. इत्युक्ते धातुतः निष्ठाप्रत्ययः भूतार्थे, भूतकालार्थे निष्ठाप्रत्ययः तप्रत्ययः अथवा तवतु प्रत्ययः धातोः परे विधीयते इति अत्र सूत्रार्थ उदाहरणरूपेण दत्तमस्ति. इत्युक्ते तत्र तृतीयाध्याये, सम्पूर्णतृतीयाध्याये प्रत्ययः परश्य धातोः इति त्रयाणां सूत्राणाम् अधिकारः अस्ति. आम् आम्, अवगम्यते भगिनि. अस्तु, आं भगिनि, सम्यक्. हा, तदर्थम् अत्र उदाहरणं दत्तमस्ति, निष्ठा इति सूत्रम्. अस्तु, अग्रे विनय महोदय पठति वा यां प्रातिपदिकात्? आं भगिनि, भगिनि निष्ठा इति संज्ञा तत्तु एव किल तव्यप्रत्ययं अनीयप्रत्ययं नास्ति नास्ति एकक्षणं तत्र धातोः इति सूत्रं तृतीयपादे तृतीय अध्याये प्रथमपादे एकोनविंशतितमसूत्रमस्ति तथापि तस्य पूर्वमपि एकोपि प्रत्ययः अस्ति चेत् तस्य अधिकारः अस्ति इत्येव वदति खलु भगिनि तदर्थं तत्र द्वाविंशतितमं सूत्रं तत्र सूत्रात् आरभ्य नवतितमं सूत्रपर्यन्तं तत्र अन्यसूत्रमस्ति धातोरेकाजो हलादेः क्रियासमभिहारेयम् अनेन अपि धातोः इत्यस्य अधिकारः अस्ति अतः सम्पूर्णाध्याये अधिकारः अस्ति तस्मिन् पूर्वमपि तथा एव भवति खलु सत्यं तस्मात् पूर्वमपि सम्पूर्णाध्याये अधिकारः अस्ति धन्यवादः महोदय पठतु ज्ञां प्रातिपदिकात् चतुर्थ अध्याय प्रथमपाद प्रथमसूत्र अधिकारः सूत्र अस्ति चतुरध्याय प्रथमपाद प्रथमसूत्र पञ्चमध्याय चतुर्थपाद षष्ठि अधिक एकशततम सूत्रपर्यन्तं चतुर्थे पञ्चमे च अध्याययोः यावन्तः प्रत्ययः विहितः ते सर्वे प्रातिपदिकेभ्यः व्यन्तेभ्यः अवन्तेभ्यः वा आयान्ति यन्तरूपाणि अवन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति तर्हि आहत्य चतुर्थे पञ्चमे च अध्यायोः सर्वे सुबन्तविधायकसूत्राणि सन्ति तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ञन्तात् आबन्तात् वा विहितः भवति अहं जानामि ज्ञातप्रातिपदिकात् सूत्र अधिकारसूत्र अस्ति परन्तु स्त्रीलिङ्ग प्रत्ययसम्बद्धे प्रथमतया भवति परन्तु अधिकार सूत्रस्य अधिकार सोजस् मौट् सूत्र प्रति सूत्रप्रति भवति अतः केवलं स्त्रीलिङ्गप्रत्ययसम्बन्धे नास्ति परन्तु सोजस् सुप्प्रत्ययः सुप्प्रत्ययः प्रातिपदिकसत्य अपि च अन्तर्भूतः अत्र अत्र सूत्रस्य अधिकारः समीचीनं महोदय ज्ञाप्रातिपदिकात् इति सूत्रस्य अधिकारः चतुर्थाध्याये पञ्चमाध्याये अस्ति इत्युक्ते तत्र प्रातिपदिकात् एव प्रत्ययः विधीयते सुप्रत्ययः विधीयते नो चेत् तदितप्र अथवा अत्र सी प्रत्ययः विधीयते प्रातिपदिकात् ण्यन्तात् अभन्तात् ण्यन्तः इत्युक्ते तत्र श्रीलिङ्गप्रत्ययः अभन्तः इत्य अपि श्रीलिङ्गप्रत्ययः श्रीलिङ्गप्रत्ययः तेषां तेभ्यः एव तत्र प्रत्ययः विधीयते इति अत्र ज्ञाप्रातिपदिकात् इति सूत्रमस्ति अस्तु समीचीनं तर्हि अत्र स्थगयामः इतोपि सूत्रद्वयमस्ति सूत्रत्रयमस्ति अग्रिमसप्ताहे पठिष्यामः अत्र एतावत् कोऽपि प्रश्नः वा अत्र सर्वे कृपया गृहपाठरूपेण तत्र अष्टाध्यायी इति ग्रन्थम् एकवारं पश्यन्तु पुनः पश्यन्तु कुत्र कुत्र किम् अस्ति इति. अस्तु भगिनि, चतुर्थपञ्चमे अध्याये ते सर्वे स्त्रीलिङ्गे स्त्रीलिङ्गप्रत्ययाः कार्यं करोति सर्वे. न स्त्रीलिङ्गप्रत्ययः अपि सन्ति तत्र. चतुर्थाध्याये पञ्चमे अध्याये स्त्रीलिङ्गप्रत्ययः अपि सन्ति, अपि च तत्र प्रातिपदिकात् एव तत्र यः कोऽपि प्रत्ययः भवतु प्रातिपदिकात् एव विधीयन्ते. स्त्रीप्रत्ययः अपि तस्मिन्नेव अधिकारे तस्मिन्नेव अध्याये अस्ति. इत्युक्ते चतुर्थाध्याये पञ्चमाध्याये तदेव स्त्री चतुर्थाध्याये एव स्त्रीप्रत्ययः सन्ति वस्तुतः. भगिनी, पाणिनिमहोदयेन कृतं कति पुस्तकानि? अष्टाध्यायी सूत्रपाठः इति अस्ति, तदेव अष्टाध्यायी इति ग्रन्थः. तदनन्तरं शिक्षाग्रन्थः अस्ति पाणिनीयशिक्षा. तदनन्तरं लिङ्गानुशासनम् इति अस्ति, लिङ्गस्य विवरणं दीयते. तदनन्तरं धातुपाठः गणपाठः गणपाठः धातुपाठः धन्यवादः. अस्तु तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः भगिनि. नमस्कारः भगिनि. नमस्कारः भगिनि. नमस्कारः. धन्यवादः.